अद्यतनविषयः अस्ति सम्बन्धस्य अवच्छेदकत्वम् इति. सम्बन्धेन आधेयता कथम् अवच्छिन्ना भवति, प्रतियोगिता कथम् अवच्छिन्ना भवति इत्यस्य चर्चा भवति अद्य. विद्याधरी पुस्तके पञ्चचत्वारिंशत्तमे पुटे पश्यन्तु सर्वे, पेज् 45. केन आगतं नूतनतया इदानीं? भगिनी, अहं सरला अस्मि. नमस्ते. अस्तु अस्तु, नमस्ते भगिनि. विद्याधरीग्रन्थस्य पञ्चचत्वारिंशत्तमपुटं पश्यन्तु सर्वे. अस्तु, गोपालमहोदय पठितुम् इच्छति वा आरम्भे? केचन समवायसम्बन्ध अवच्छिन्न आदेयत्वलाभाय गुणपदम् इत्याहुः, तेषाम् अयम् आशयः. एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति. निदर्शनं घटं स्वीकुर्मः, सः संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्म्यसम्बन्धेन स्वस्तिन् भवति, वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते, विषयितासम्बन्धेन च ज्ञाने वर्तते, अत्र चिन्त्यते. अस्तु, उच्यतां महोदय. गते सप्ताहे अपि अन्ते किञ्चित् काचित् चर्चा जाता अस्मिन्नेव विषये. घटः भिन्नभिन्नसम्बन्धैः तेषां घटस्य आदेयता भिन्नरीत्या भवति. उदाहरणम् अस्ति, घटे घटः भूतले अस्ति चेत् तत्र संयोगसम्बन्धेन तत् अधेयता संयोगसम्बन्धेन अस्ति. पदार्थः एव परन्तु भिन्न सम्बन्धाः सन्ति. तत्र चित्रं स्वीकृत्य करोमि वा? अस्तु, एवं करोतु. अग्रिमपरिच्छेदमपि पठतु, चित्रे दर्शितरीत्या इति पठित्वा पुनः वदतु. चित्रे दर्शितरीत्या एकस्मिन् घटे अनेकाः आधेयताः सन्ति, तास्तु प्रत्येकं भिन्नाः. ज्ञाने अनुत्पन्ने इत्युक्ते यदा आत्मनि ज्ञानं नास्ति तदा इत्यर्थः. तन्निरूपित आधेयता न भवति चेत् अपि कपालनिरूपित आधेयता भवति, तदापि कपाले घटस्य सत्त्वात् एवम् अन्यत्र. चित्रे घटः एकः एव घटः, परन्तु तत्र घटः कुत्र अस्ति, घटः भूतले अस्ति चेत् तत्र तस्य आदेयता. अस्तु, घटः भूतले अस्ति चेत् अधिकरणं किम्? अधिकरणं भूतलम्, आदेयः घटः एव. तयोः मध्ये सम्बन्धः? सम्बन्धः संयोगसम्बन्धः अस्ति. अस्तु, सः एव घटः अपरत्र अपि भवितुमर्हति, कुत्र कुत्र इति उच्यते. एकः एव घटः अपरत्रमपि अस्ति. अधिकरण भिन्नभिन्न अधिकरणानि सन्ति. उदाहरणं कपालः, तत्र अधिकरणं कपालः आदेयता घटः एव, परन्तु तत्र सम्बन्धः भिन्नः भवति. तत्र संयोगसम्बन्धेन कपाले चिन्तयतु, कपाले कीदृशः सम्बन्धे कीदृशेन सम्बन्धेन वर्तते घटः? घटः समवायसम्बन्धेन वर्तते. तथैव घटः विषयितासम्बन्धेन ज्ञाने वर्तते. यत्र ज्ञानमस्ति, घटस्य ज्ञानमस्ति, तत्र विषयितासम्बन्धेन ज्ञाने वर्तते. महाकाले महाकाले कालिकसम्बन्धेन वर्तते. स्वयं तत्र तादात्म्यसम्बन्धेन वर्तते, परन्तु आदेयता समानमेव, आदेयता एकमेव अस्ति, परन्तु भिन्नभिन्न सम्बन्धाः सन्ति. कथम् आदेयत आदेयत आदेयतानां विवरणं कथं कुर्मः चेत् तत्र सम्बन्ध सम्बन्धस्य उपयोगेन उपयोगेन भिन्नरीत्या वक्तुं शक्नुमः आदेयतानां. सत्यं, घटः इति आधेयः सर्वत्र, ज्ञाने भवतु, महाकाले अथवा स्वस्मिन् कपाले वा भूतले वा, एकः एव आधेयः, सः घटः. तस्मिन् घटे आधेयता वर्तते. यदा घटः ज्ञाने अस्ति तदापि आधेयता, कपाले अस्ति तदापि आधेयता. आधेयता तु भिन्नाः सन्ति, घटः एकः एव. तर्हि आधेयतानां मध्ये भेदस्थापनाय सम्बन्धस्य अवच्छेदकत्वम् अत्र साधितम् अस्ति इत्यस्य विषये एव अद्यतनी चर्चा. यथा महोदयेन उक्तं, सम्बन्धस्य उपयोगं कृत्वा भेदं स्थापयामः. अस्तु, राजेन्द्रमहोदय अग्रे पठति वा? आम् आम् आं भगिनि, पठामि. भगिनि, किं वक्तुमिच्छामि, यथा अत्र घटस्य उदाहरणं स्वीकृत्य सम्बन्ध भिन्नसम्बन्धैः किञ्चित् अवच्छिन्नः भवन्ति, तथा एव यथा वयं चिन्तयामः, एकः पुरुषः अस्ति, सः कस्य अपि पतिः अस्ति, पिता अस्ति, पुत्रः अपि अस्ति, तत् तापि उदाहरणं स्वीकर्तुं शक्नुमः वा? तर्हि तत्र किं वक्तुम् इच्छति, सम्बन्धाः भिन्नभिन्न सन्ति, तादृशी तद् अवच्छिन्न भवति, सः एव पुरुषः अस्ति परन्तु सम्बन्धः तु भिन्नः अस्ति, भिन्नसन्ति. सत्यं सत्यं, सः एव पुरुषः भिन्नभिन्नसन्दर्भेषु भिन्नभिन्नं पात्रं वहति इति वा? किञ्चित् तथैव अस्ति, किन्तु अत्र आधेयता घटः एकः एव, आधेयता भिन्नभिन्नाः. किमर्थं भिन्नभिन्नाः? सम्बन्धाः भिद्यन्ते इत्यतः. अस्तु, अग्रे पठति वा महोदय? सर्वासाम् आसां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठ अधिकरणता निरूपिता आधेयता, ज्ञाननिष्ठ अधिकरणता निरूपित आधेयत्वात् भिन्नः कुतः संवाययात्? संवायसम्बन्धोः हि घटकपालयोः विद्यमानः. इयम् आधेयता ज्ञाननिरूपिता आधेयत्वात् भिन्ना इति बोधयति. इदं बोधकत्वमेव सम्बन्धस्य आधेयता अवच्छेदकत्वम्. इदानीं किं लिखितमस्ति, यथा पूर्वं महोदय दर्शितवान्, सम्बन्धभेदः उपयोगं कृत्वा वयं परस्परभेदसाधन साधितुं शक्नुमः. यथा कपालनिष्ठ अधिकरणता निरूपित आधेयता, ज्ञाननिष्ठ अधिकरणता निरूपित आधेयता भिन्नः सन्ति. यदा कपाले तु घटः समवायसम्बन्धेन आधेयता अस्ति, घटस्य आधेयता समवायसम्बन्धेन कपाले अस्ति, परन्तु इदम् आधेयता ज्ञाननिरूपिता आधेयत्वात् भिन्ना बोध्यते. ज्ञान तत् आधेयता भिन्ना अस्ति, यथा ज्ञान अधिकरणता अस्ति, ज्ञाने अधिकरणता अस्ति, तत् आधेयता भिन्नम् अस्ति. यथा समवायसम्बन्धेन एकं वक्तव्यं, ज्ञाने अधिकरणता अस्ति, अपि च घटे आधेयति, घटे आधेयता. आम् आं भगिनि, कपाले अधिकरणता अस्ति, पुनः घटे आधेयता अस्ति, आधेयता ते आधेयत् आदेयते भिन्ने स्तः, कुतः अथवा किमर्थं? यथा घटः कपाले समवायसम्बन्धेन विद्यमाना अस्ति, सः आदेयिता कपाल समवायसम्बन्धेन कपाले अस्ति घटस्य, परन्तु ज्ञाने तु विषयिता विषयितासम्बन्धेन आदेयिता अस्ति, यथा ज्ञानः अधिकरण अधिकरणमस्ति तत् सम्बन्धेन सम्बन्धप्रयोग कृत्वा अवच्छिन्नः भवति तद् भेदम्. सम्बन्धः एव घटकपालयोः विद्यमानः इयम् आधेयता ज्ञाननिरूपिताध्येयतत्वात् भिन्ना इति बोधयति. यथा कपालघटयोः मध्ये तु अस्ति समवायसम्बन्धः, ज्ञानघटयोः मध्ये तु अस्ति विषयितासम्बन्धः, तेनैव आधेयताः भिद्यन्ते इति अस्ति सारांशः. अस्तु, अग्रे जयन्ती भगिनी पठति वा? आं भगिनि. पूर्वभागे घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः, परन्तु इह एक एव घटः सर्वत्र वर्तते इति आदेयता अवच्छेदकघटत्वम् आदाय आदेयत्वानां भेदं न साधयितुं प्रभवामः. कुतः घटत्वम् अपि खलु अवच्छेदकम् एकम्, अतः सर्वा आदेयताः घटत्व अवच्छिन्नाः, अतः न तेन भेदसिद्धिः. अस्तु भगिनि, उच्यताम्. अत्र एकनिमिषः, केनापि आगतं वा नूतनतया? नमस्ते भगिनि, सन्ध्या अस्मि. अत्र सन्ध्या भगिनि, अनन्तरम् अन्य कोऽपि अस्ति नूतनतया? सन्ध्या भगिनीं विहाय अन्येनापि आगतं खलु? नाम श्रूयते वा मम ध्वनिः? वर्धने अस्मि. वर्धने भगिनि. अस्तु, तर्हि जयन्ती भगिनी कृपया विवृणोतु. पूर्वं अस्माभिः पठितमस्ति प्रतियोगिताविषये, प्रतियोगितायाः विषये कथं भेदः स्थापनीयः इति. अस्मिन् समये घटत्वं वा पटत्वम् इति स्वीकृत्य तेन एव भिन्नता स्थापयितुं शक्नुमः इति वयं दृष्टवन्तः, परन्तु अत्र घटः तु एकः एव, आदेयताः भिन्नाः सन्ति, घटत्वेन अत्र आदेयत्वानां भेदं न स्थापयितुं शक्नुमः इति, परन्तु सम्बन्धेन एव कीदृशः सम्बन्धः भवति तेन एव भेदं स्थापयितुं शक्नुमः इति अत्र. घटः एकः चेत् सत्यं, घटः एकः चेत् घटत्वमपि एकः एव, एकमेव अस्ति. यथा पूर्वमासीत् घटनिष्ठप्रतियोगिता वा पटनिष्ठप्रतियोगिता वा इत्यस्य भेदस्थापनं नास्ति, अत्र तु आधेयतायाः भेदस्थापनम्. आधेयः एकः एव घटः, तस्य धर्मः घटत्वमपि एकः एव, तर्हि समानवस्तु, सः एव कथम् अवच्छेदकः भवितुमर्हति? तथा न भवति, तेन भेदस्थापनम् अशक्यम् इत्यतः सम्बन्धस्य स्वीकारः अस्ति अवच्छेदकत्वेन इति अस्ति. अस्तु, अग्रे रागिणी भगिनी पठति वा? तत्र अपि च तस्मात् पूर्वं महोदयेन ई पत्रे प्रेषितमस्ति कान्सेप्ट् बोर्ड् इत्यस्य लिङ्क्, तत्सर्वम् उद्घाटितं स्यात्. अत्र अस्य परिच्छेदस्य विवरणार्थम् आवश्यकमस्ति तद् लिङ्क् अस्तु. तत्र घटत्व पटत्व किञ्चित् अधिकं पाठयितुं शक्नोति वा? किञ्चित् भ्रमः अस्ति तत्र. अस्तु, तर्हि किं कुर्मः, पेज् अत्र पृष्ठसङ्ख्या 28 इति दर्शितं, तत्र गच्छतु. आम् अस्मि तत्र. अस्तु, अत्र अत्र एकं चित्रमस्ति, पश्यति वा? घटः तस्मात् उपरि अस्ति, प्रतियोगिता, घटप्रागभावः, घटध्वंसाभावः इत्यादिकमस्ति. तत्र अभावः इति चिन्तयतु, घटः घटाभावः, घटाभावं प्रति विरोधः अस्ति घटे. यदि घटं स्थापयामः तदा घटाभावः नास्ति, खलु? तर्हि परस्परविरोधः, घटाभावः अपि च घट अनयोः मध्ये विरोधः. घटे यः विरोधः अस्ति घटाभावं प्रति, तस्य नाम प्रतियोगिता. घटाभावे यः विरोधः अस्ति घटं प्रति, तस्य नाम अनुयोगिता इति ज्ञायते, किल? घटस्य स्थाने इदानीं पटः अस्ति इति चिन्तयतु. पटस्य प्रतियोगिता भवति प्रति कं प्रति भवति? पटाभावं प्रति भवति. किन्तु अत्र प्रतियोगिता घटे अपि अस्ति, प्रतियोगिता पटे अपि अस्ति, तर्हि अनयोः मध्ये भेदः कः इति कथं वक्तुं शक्नुमः? तदर्थम् अवच्छेदकधर्मः इति आवश्यकः भवति. घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितायाः भिन्ना, कथम्? अवच्छेदकधर्मस्य स्वीकरणेन. तत्र अवच्छेदकधर्मः भवति घटत्वम् इति. घटत्वं वा पटत्वं, तर्हि घटत्वावच्छिन्नप्रतियोगिता इति वदामः. घटाभावस्थले पटाभावस्थले पटत्वावच्छिन्नप्रतियोगिता इति वदामः. धन्यवादः. इत्येव विषयः. किन्तु अत्र यत्र घटाभावः पटाभावः अस्ति, तत्र घटत्वपटत्वयोः अवच्छेदकत्वं भवति. किन्तु अस्मिन् उदाहरणे यत्र आधेयता भवति, आधेयता तु एकस्मिन्नेव घटे एव अस्ति, एकः एव घटः, तर्हि तादृशघटत्वपटघटत्वम् इति न स्वीकर्तुं शक्नुमः. अन्यं किमपि अपेक्षितम् इत्येव सारांशः. धन्यवादः भगिनि. अस्तु, अग्रे पठामि. अत्र च समवायोपयोगः. समवायः कपालनिरूपिता आधेयता भिन्ना इति ज्ञापयति, अतः सः आधेयतावच्छेदकः. तेन अवच्छिन्ना अन्यत्वेन बोधिता आधेयता, तथा च पूर्ववत् समवायनिष्ठावच्छेदकता निरूपिता अवच्छेद्यतावती आधेयता, आधेयतानिष्ठावच्छेद्यता निरूपिता अवच्छेदकतवान् अवच्छेदकतावान् समवायः इति परिष्कर्तव्यम्. इत्थमेव विषयितासम्बन्धा अवच्छिन्नघटकनिष्ठा देयता निरूपिता अधिकरणतावत् ज्ञानम्. कालिकसम्बन्धा अवच्छिन्ना आधेयता निरूपिता अधिकरणतावान् कालः. संयोगसम्बन्धा अवच्छिन्ना धेयता निरूपिता अधिकरणतावत् भूतलम् इत्येवं ज्ञातव्यम्. अस्तु, अत्र इदम् अवगन्तव्यं यत् अत्र समवायः वा अथवा कालिकसम्बन्धः वा विषयितासम्बन्धः वा अवच्छेदकः अस्ति. कस्य अवच्छेदकः अस्ति? सम्बन्धस्य न, सम्बन्धः अवच्छेदकः. कस्य अवच्छेदकः? आधेयतायाः अवच्छेदकः सम्बन्धः. अवगम्यते वा भगिनी? अवच्छेदक अर्थम् इङ्ग्लिश् किम् अस्ति? अवच्छेदनम् इत्युक्ते डिफ्रेन्शियेट्. धन्यवादः. एका अधेयता अपरस्याः भिन्ना इति कथं जानीमः सम्बन्धस्य उपयोगेन? तर्हि सम्बन्धः आधेयतावच्छेदकः, इत्युक्ते आधेयतायाः अवच्छेदकः अस्ति सम्बन्धः, तेन अवच्छिन्ना आधेयता. अवच्छिन्ना इत्युक्ते दट् विच् इस् डिफ्रेन्शियेटेड् आधेयता. आधेयता एव अवच्छिन्ना किल? सत्यम्. अवच्छिन्ना आधेयता, अवच्छेदकः सम्बन्धः इति वयं जानीमः. किन्तु न्यायभाषया वदामश्चेत् एवं वदामः, यथा भगिनी पठितवती, समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती आधेयता. तस्य अवगमनार्थम् इदानीं चित्रं किञ्चित् पश्येम. सर्वे कान्सेप्ट् बोर्ड् उद्घाटितवन्तः वा? तद् लिङ्क् उद्घाटितवन्तः वा? अस्तु, रागिणी भगिनी तत्र पश्यति चेत्. मम गतम् इदानीं न उद्घाटितम् अस्ति. अस्तु, अस्मि अत्र. अत्र कान्सेप्ट् बोर्ड् पश्यति वा? कपालः, घटः, अधेयता, अधिकरणता इति सर्वमस्ति न भगिनि, घटः एव दृश्यते. अस्मि, किन्तु किञ्चित् ज़ूम् औट् करोतु. ज़ूम् औट् करोमि. अस्तु, स्थूलरूपेण स्यात्, अपि च दिनाङ्कानुसारं पश्यन्ति चेत् तत्र 12/26/2015 इति अस्ति. तत्र पश्यन्तु, तस्मिन् चित्रे सर्वं लिखितम्. सर्वे पश्यन्ति वा? आम्. अस्तु, इदानीं रागिनी भगिनी द्रष्टुं शक्नोति? आम्, 12/26/2015 तथा तत्र एव. घटः अस्ति, कपालः अस्ति, तदेव भगिनि वा? सत्यं, घटे किमस्ति चित्रे दर्शितं? घटे घटत्वम् अस्ति. घटत्वं तु अस्ति एव, किन्तु चित्रे किं दर्शितमस्ति इति पश्य. कपालः. कपालः, कपालस्य उपरि किम् अस्ति? अधिकरणता इति पश्यति वा? आम्, अधिकरणता अस्ति. तर्हि कपाले अधिकरणता अस्ति, घटे किमस्ति? आधेयता. आधेयता अस्ति. अस्तु, अनयोः मध्ये निरूपकनिरूप्यभावः अस्ति खलु? तर्हि निष्ठा वान्वती उपयुज्य वक्तुं शक्नोति वा? न भगिनि, नास्ति. अस्तु, चिन्ता नास्ति. अन्य कोऽपि सहायं करोति किं? राजेन्दर् महोदय. आधेयताश्रयः कपालः तथा एव. कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता. घटनिष्ठ आधेयता, अवगच्छति वा इदानीम्? आमां, कपालनिष्ठ अधिकरणता, अधिकरणता निरूपित आधेयता, घटनिष्ठ आधेयता. घटनिष्ठ आधेयता, अस्तु. घटनिष्ठ आधेयता, कपालनिष्ठ अधिकरणता. कपालनिष्ठ अधिकरणता कां निरूपयति? आधेयतां निरूपयति. आधेयता कुत्र अस्ति? घटे. तर्हि घटनिष्ठ आधेयता. कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता इति आधेयतायाः विवरणम्. यदि अधः गच्छामश्चेत् कपालनिष्ठ अधिकरणता निरूपित आधेयता वा घटः. आधेयतावान् इति मतु, यतोहि घट अस्ति आधेयता. इत्येव अस्ति. अस्तु, कपालनिष्ठ अधिकरणता निरूपित घटनिष्ठ आधेयता इति प्रथमवाक्यमस्ति. प्रथमं किं कुत्र अस्ति इति प्रदर्शनार्थम्. अधुना तस्य पार्श्वे एव इतोपि एकं चित्रम् अस्ति, पश्यन्ति वा? स्पष्टमस्ति वा चित्रं? कपालः कपाले अधिकरणता अस्ति, घटः घटे आधेयता अस्ति, मध्ये समवायः इति लिखितमस्ति, पश्यन्ति वा? तत्र समवायस्य उपरि अवच्छेदकता इति लिखितं खलु? आधेयतायाः उपरि अवच्छेद्यता इति लिखितम्। इदानीं तयोः मध्ये निरूपकनिरूप्यभावस्य स्थापनं कर्तुं शक्नोति किं रागिनी भगिनी? प्रयत्नं करोतु। अहं शृणोमि भगिनि, क्षम्यता। नास्ति चिन्ता। रश्मि भगिनी प्रयत्नं करोति वा? अहं प्रयत्नं करोमि। घटनिष्ट आधेयता निरूपित अवच्छेद्यता तद् घटनिष्ठ आधेयता सत्यमेव, किन्तु तस्य उपरि घटस्य उपरि समवायः इति लिखितं खलु? तर्हि समवायः समवायस्य उपरि अवच्छेदकता इति लिखितं खलु? यतोहि समवाये अस्ति अवच्छेदकता, समवायः अवच्छेदकः, तर्हि समवाये अवच्छेदकता अस्ति। घटे आधेयता अस्ति इति तु सत्यम्, आधेयतायाः उपरि अवच्छेद्यता इति लिखितम्, अवच्छेद्यता, यतोहि आधेयता इति अवच्छेद्या अस्ति, समवायः इति अवच्छेदकः अस्ति। अस्तु, केवलम् इदं दृष्ट्वा, समवायः अवच्छेदकता, आधेयता अवच्छेद्यता, केवलम् इदं दृष्ट्वा निष्ठा इत्यादिकम् उपयुज्य वाक्यं वदतु। घटः पदस्य उपयोगं न करणीयं खलु? हा, घटम् इदानीं घटं त्यजतु, इदानीं घटं त्यजतु, केवलं समवायात् आरभ्य वदतु। समवायनिष्ठ अवच्छेदकता निरूपित आधेयता निष्ठ अवच्छेद्यता आधेयतानिष्ठ अवच्छेद्यता इति वाक्यं तु पुस्तके लिखितमस्ति। इदमपि वक्तुं शक्नोति वा? समवायनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता निरूपित अवच्छेद्यता आश्रय अथेयता। हा, उत्तमं, तथापि शक्यं, तथापि निश्चयेन वक्तुं शक्नोति। अपि च यद् वाक्यं भवती अधुना उक्तवती पुस्तके यदस्ति, समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति आधेयत इति समानमेव। यथा भवती आधेयताश्रयः अवच्छेद्यताश्रयः आधेयता इति उक्तवती, तत्र पतुपदनेन अवच्छेद्यतावति आधेयत इति अस्ति, इति आधेयतायाः विवरणम्। अधुना समवायस्य विवरणं करोतु भगिनि, रश्मी भगिनि। केवलं विपरीतदिशि गच्छतु तावदेव। आधेयतातः आरभ्य समवायम्, आधेयतानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता अवच्छेदकता निष्ठ समवायः न आश्रयसमवायः अवच्छेदकतावान् समवायः। हा, सत्यं, तदपि साधु एव। इतोपि एकवारं वदतु, सम्यक्तया सर्वेषाम् अवगमनं भवति। तत्र अवच्छेदकता वयं वान् अथवा वतितव्यं वक्तव्यम् इति? समवायः पुल्लिङ्गे अस्ति, पुल्लिङ्गे अस्ति चेत् वान् वान् आधेयता स्त्रीलिङ्गे तदर्थं वदति। आधेयतानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावान् समवायः समवायः इति तावदेव अस्ति। समवायस्य अपि च आधेयतायाः विवरणं जातम्, इति प्रथमः भागः अस्ति समवायस्य आधेयतायाः वा निरूपणम्। अधुना पुस्तके अग्रिमवाक्यमस्ति, रश्मि भगिनी एव पठति वा इत्थमेव इत्यस्मात्? इत्थम् एव इति अस्ति पेज् 46 मध्ये। रागिणी भगिनी पठितवती, तस्मिन्नेव परिच्छेदे अस्ति। इत्थमेव विषयिता सम्बन्ध अविच्छिन्न, इत्थमेव विषयिता सम्बन्ध अवच्छिन्न घटनिष्ठ अधेयता निरूपित अधिकरणतावत् ज्ञानम्, कालिकसम्बन्ध अविच्छिन्न अधेयता निरूपित अधिकरणतावान् कालः, संयोगसम्बन्ध अविच्छिन्न अधेयता निरूपित अधिकरणतावत् भूतलम् इत्येवं ज्ञातव्यम्। अत्र यद् भवती पठितवती तत्र त्रीणि वाक्यानि सन्ति खलु, तत्र कस्य विवरणमासीत्? सम्बन्धज्ञानस्य, ज्ञानस्य विषये, कालस्य विषये एवं भूतलस्य विषये अथेत इति विवरणमासीत्। हा हा, वदतु महोदय। तर्हि ते के, ज्ञानं, कालः, भूतलम्? अधिकरणस्य अधिकरणं, ज्ञानमधिकरणं, कालः अधिकरणं। तर्हि प्रथमम् आधेयता कीदृशी इति उक्त्वा विषयता सम्बन्ध अवच्छिन्न घटनिष्ठ आधेयता इति वयम् इदानीमेव कृतवन्तः निरूपकनिरूप्यभावः। तर्हि आधेयता कीदृशी इति उक्त्वा तया आधेयतया निरूपित अधिकरणता अस्ति, तादृशम् अधिकरणम् अस्ति ज्ञाने इति उक्तम्। विषयिता सम्बन्धावच्छिन्न घटनिष्ठ आधेयता तया निरूपित अधिकरणतावत् आधेयतानां स्थाने अवच्छिन्न इति पदम् उपयुज्यते किल? केवलं प्रथमं वाक्यं पश्यति चेत् समवायनिष्ठ अवच्छेदकता इति उक्तं खलु, तस्य स्थाने समवायसम्बन्धावच्छिन्न आधेयता इति वक्तुं शक्नुमः। सम्पूर्णं भागं समवायनिष्ठ अवच्छेदकता निरूपित, तत् सम्पूर्णं भागं निष्कास्य समवायनिष्ठ अवच्छेदकता इति वक्तुं शक्नुमः। तावदेव, अर्थः तु समानः एव। अत्र विषयिता सम्बन्धावच्छिन्न इति अस्ति, विषयिता निष्ठ अवच्छेदकता निरूपित इति अपि वक्तुं शक्नुमः, अर्थः तु समानः एव इति। अवगतं वा? तर्हि अधिकरणवत् ज्ञानम्, अधिकरणता कीदृशी इति उक्त्वा तस्य आधारः कः इति अत्र निरूपितमस्ति। तथैव चित्रं दृष्ट्वा प्रयत्नं करोति वा कोऽपि? सरला भगिनी प्रयत्नं करोति किम्? केवलम् अत्र एकवारम् अधः गच्छति, अवच्छिन् आदेयता, आदेयतानां निरूपणं कृत्वा तत्र आधार अधिकरणमपि निरूपितम्। हा, सत्यं सत्यम्। इतोपि किञ्चित् अग्रे गतमस्ति, आधेयतां निरूपयित्वा पुनः तया आधेयतया अधिकरणता अपि निरूपिता अस्ति। अस्तु, तर्हि इदानीं कपालस्य विवरणं यथा ज्ञानस्य विवरणमस्ति, विषयिता सम्बन्धावच्छिन्न घटनिष्ठ आधेयता निरूपित अधिकरणतावत् ज्ञानम् इति यथा अस्ति, तथा अस्माभिः स्वीकृते उदाहरणे कपालः इति अधिकरणं तस्य विवरणं कर्तुं यतामहे. सरला भगिनी समवायसम्बन्ध कपालनिष्ठ न समवायसम्बन्धेन समवायसम्बन्धेन का अवच्छिन्ना अस्ति कपाल समवायसम्बन्धेन घटनिष्ठ आधेयता अवच्छिन्न अधिकरणतावान् कपालः. हा उत्तमं. समवायसम्बन्धावच्छिन्न घटनिष्ठ आधेयता निरूपित अधिकरणता वान् कपालः इत्येव अस्ति. अवगतं वा सर्वैः? अत्र प्रश्नः अस्ति वा? अस्तु, पुनः कपालस्य स्थाने चित्रं पश्यन्तु. कपालस्य स्थाने ज्ञानम् इति स्थापयित्वा सरला भगिनी प्रयत्नं करोतु. Okay. इतोपि एकवारम्. ओके. ज्ञान ज्ञानं विषय ज्ञानं नो विषयतानिष्ठ सम्बन्धेन घटनिष्ठ आधेयता निरूपित अधिकरणत्वत् ज्ञानं. तद् कथं वदति भवती? विषयिता विषयिता सम्बन्धावच्छिन्न अवच्छिन्न अवच्छिन्न निरूपित घटनिष्ठ आधेय एकवारम् अवच्छिन्ना इति वदति चेत् पुनः निरूपिता इति निरूपित न आवश्यकम्. ओके. विषयतासम्बन्धेन घटनिष्ठ आधेयता न एकनिमिष विषयिता सम्बन्धावच्छिन्न वदतु. विषयता सम्बन्ध अवच्छिन्न घटनिष्ठ आधेयता अधिकरणतावत् ज्ञानम् घटनिष्ठ आधेयता निरूपित ओके अवच्छिन्न घटनिष्ठ आधेयता निरूपित अधिकरणतावत् ज्ञानं ज्ञानम् इति ज्ञानस्य विवरणमासीत् विवरणं तस्मिन् तस्मिन्नेव चित्रे यदि कपालः ज्ञान तस्य स्थाने कालः इति स्थापयन्तु. समवायः विषयिता यत्र अस्ति तस्य स्थाने कालिकसम्बन्धः इति स्थापयन्तु. स्थापयित्वा पुनः निरूपकनिरूप्यभावं वक्तुं शक्नुमः चित्रस्य प्रयोगे. ओके. कालिकसम्बन्धेन घटनिष्ठ आधेयता कालिकसम्बन्धेन अवच्छिन्न कालिकसम्बन्धेन अवच्छिन्न घटनिष्ठ आधेयता निरूपित अधिकरणता अधिकरणतावान् कालः. हा उत्तमम्. अधिकरणतावान् कालः कालः इति कालस्य. अस्तु, भूतलमपि वदतु भवती एव तर्हि. सम्बन्धः किं स्यात् भूतलमधिकरणं चेत्? संयोगसम्बन्धेन अवच्छिन्न घटनिष्ठ आधेयता निरूपित अधिकरण अधिकरणतावत् भूतलम् उत्तममस्ति. संयोगसम्बन्धावच्छिन्न संयोगसम्बन्धेन अवच्छिन्न आवश्यकता नास्ति. विभक्ति नास्ति तत्र तृतीया. एकमेव वाक्यं दीर्घं वाक्यमस्ति. संयोगसम्बन्धावच्छिन्न आधेयता सम्बन्ध संयोगसम्बन्धावच्छिन्न घटनिष्ठ आधेयता निरूपित अधिकरणतावत् अवगतम्. अस्तु, सर्वैः अवगतं स्यात्? भ्रमः अस्ति चेत् उच्यताम्. अस्तु तर्हि प्रेम सन्ध्या भगिनी अग्रे पठति वा? अयम् अपरो विशेषः यत् समवायादीनाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्त्वादिनिरूपिताः आधेयताः ताः सर्वाः अपि समवायसम्बन्धावच्छिन्नाः इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा। एवं सति समवाये अपि अवच्छेदकता, घटत्वे अपि अवच्छेदकता इति वचने असौकर्यम्। अतः अनयोः अवच्छेदकत्वयोः निरूपणसौकर्याय समवायनिष्ठावच्छेदकतायाः सांसर्गिक अवच्छेदकता इति व्यवहारो दृश्यते। अस्तु भगिनि, उच्यताम्। तर्हि तत्र सर्वत्र समवायः तत्र समवाय अवच्छेदकता इति स्थाने सांसर्गिक अवच्छेदकता इति वक्तव्यम् इति किमपि अस्ति इति अस्तु प्रारम्भतः पठतु। समवायादीनाम् अवच्छेदकत्वे अपि समवायानाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्त्वादिनिरूपिताः आधेयताः ताः सर्वाः अपि समवायसम्बन्धावच्छिन्ना इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा। ओ तर्हि यदि समवायस्य आधारेण एतत् सर्वं वदामः तर्हि तत्र घटत्वम् अस्ति वा पटत्वम् अस्ति वा इति सर्वं तस्यापि वक्तव्यं भवति। कदा वक्तव्यं भवति? इदानीं पश्यतु, घटकपालः तयोः मध्ये सम्बन्धः कः? तत्र घटकपालयोः मध्ये अवयवी अवयवयोः मध्ये समवायसम्बन्धः अस्ति। समवायसम्बन्धः अत्र पटः पटः पटः अवयवी तन्तुः येन पटः निर्मीयते सः अवयवः पटस्य। तर्हि पट तन्त्वोः मध्ये कीदृशः सम्बन्धः? तत्रापि समवायसम्बन्धः समवाय उभयत्र समवायः घटकपालयोः मध्ये तन्तुपटयोः मध्ये समवायः। तर्हि कथं वा पुनः भेदस्थापनं कर्तुं शक्नुमः? समवायः एकः एव अस्ति उभयत्र, तदर्थं भेदज्ञापनाय कस्य आवश्यकता भवति? अत्र घटत्वस्य वा पटत्वस्य तत्र आवश्यकता भवति। हा, घटत्वपटत्वादीनाम् अस्ति अपेक्षा इत्येव उक्तं। यत्र समवायः इति सम्बन्धः एकः अथवा संयोगः इति एकः एव सम्बन्धः उभयत्र अस्ति, तत्र इतोपि किञ्चित् वक्तव्यं भवति, अपरः धर्मः स्वीकृतः स्यात् इति। तत्र द्वितीयं परिच्छेदम् एवं सति समवाये अपि अवच्छेदकता, तत् किञ्चित् स्पष्टीकरोतु भगिनि। अत्र उक्तमस्ति समवाये अपि अवच्छेदकता इति वयं दृष्टवन्तः, सम्बन्धस्य अवच्छेदकत्वं। घटत्वे अपि अवच्छेदकता, यतोहि घटत्वपटत्वादीनाम् अपेक्षा भवति इति उक्तं, यत्र सम्बन्धः समानः तत्र। तर्हि दीर्घं वाक्यं वक्तुम् इच्छामश्चेत् कथं वक्तुं शक्नुमः? समवायसम्बन्धनिष्ठावच्छेदकता, घटत्वनिष्ठ अवच्छेदकता, निरूपित आधेयता इति दीर्घं वाक्यं भवति। तत् किञ्चित् तस्य असौकर्यं भवति तादृशे वचने, असौकर्यं भवति इत्यतः निरूपणसौकर्याय समवायनिष्ठ अवच्छेदकतायाः सांसर्गिक अवच्छेदकता इति नाम कृत, तावदेव। अग्रिमवाक्यं पठतु। केवलं समवायस्य अवच्छेदकतायाः नाम एव सांसर्गिक अवच्छेदता, न तु घटत्वस्य? तथैव अस्ति, समवायनिष्ठावच्छेदकतायाः नाम सांसर्गिकावच्छेदकता इति। अस्तु, तत्र किञ्चित् भेदज्ञापनाय तत्र सौकर्यं भवेत् इति कृत्वा। सत्यं सत्यम्। घटत्वे अपि अवच्छेदकता, समवाये अपि अवच्छेदकता, तर्हि इतोपि सौकर्यं भवतु इति कृत्वा नामकरणं कृतम्. अस्तु, अग्रिमवाक्यं पठतु, स्पष्टं भवति. तथा च समवायनिष्ठसांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावती एवं घटत्वनिष्ठावच्छेदकता निरूपित अवच्छेद्यतावती या घटनिष्ठाधेयता तन्निरूपित अधिकरणतावान् कपालः इति निष्कर्षः फलति. इति समानमेव समवायनिष्ठसांसर्गिकावच्छेदकता निरूपित अवच्छेद्यतावती अथवा घटनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती इति एका एव अधेयता या घटे अस्ति, घटनिष्ठ अधेयता अस्ति, समानमेव अस्ति. किन्तु यत्र उभयत्रापि एकः एव सम्बन्धः भवति तत्र भेदज्ञापनाय इतोपि एकस्य धर्मस्य आवश्यकता अस्ति इति अत्र उक्तम्. अपि च तादृश्या घटनिष्ठ आधेयताया निरूपितकपालः अपि एकः एव, अधिकरणतावान् कपालः इति अस्ति. तत्र केवलं पदयोः एव भेदः अस्ति, तदेव सत्यम्. भगिनी, एकः प्रश्नः अस्ति, यदि घटे आधेयता अस्ति, यदि आधेयता अस्ति तद् अवच्छेद्यता अस्ति न अवच्छेदकता, रैट्? अधिकरण अवच्छेदकता, आधार अवच्छेद्यता, रैट्? घटे आधेयता अस्ति तदवगच्छति खलु, घटे आधेयता अस्ति. अस्तु, घटे भिन्नभिन्नसन्दर्भेषु आधेयता, यदा घटः भूतले अस्ति तत्रापि घटे आधेयता, यदा घटः कपाले अस्ति तत्रापि आधेयता, भिन्नभिन्नसन्दर्भेषु घटे आधेयता अस्ति. किन्तु आधेयताः भिन्नाः, तर्हि सर्वाः आधेयताः भिन्नाः इति कथं वदामः? सम्बन्धस्य प्रयोगं कृत्वा. घटः भूतले अस्ति चेत् तत्र सम्बन्धः कः? संयोगसम्बन्धः. तर्हि संयोगसम्बन्धः अवच्छेदकः, संयोगसम्बन्धे अवच्छेदकता अस्ति. अवच्छेदकता अस्ति संयोगसम्बन्धे, संयोगसम्बन्धेन आधेयता अवच्छिन्ना भवति, तदर्थम् आधेयतायामस्ति अवच्छेद्यता. चित्रं पश्यति चेत् कान्सेप्ट् बोर्ड् लिङ्क् मध्ये तदेव प्रदर्शितमस्ति, समवाये अवच्छेदकता, आधेयतायामस्ति अवच्छेद्यता. यत्र यत्र सम्बन्धः भिन्नः तत्र तत्र अवच्छेदकतायाः आश्रयः अपि भिन्नः भवति, तावदेव. अवगतं वा? भ्रमः अस्ति वा अथवा? न, घटे अवच्छेदकता अस्ति अत्र, कुत्र? घटे अपि अवच्छेद घटत्वे, इति न घटे, घटत्वे, सत्यं सत्यं. तदर्थम् उक्तं घटत्वनिष्ठ अवच्छेदकता इति. अस्तु, अवगतम्. अस्तु भगिनि, वर्धिनी भगिनी अग्रे पठति वा? तथा च समवायनिष्ठ सांसर्गिक तथा च लघुना उपयोगेन, अग्रिमपुट तथा च लघुना उपयोगेन विषयता सम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आधेयत निरूपिता अधिकरणतावत् ज्ञानम् कालिकसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आधेयता निरूपिता अधिकरणतावान् कालः संयोगसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आधेयता निरूपिता अधिकरणतावत् भूतलम् इति वक्तुं शक्नुमः। अस्तु, अत्र सर्वत्र अवच्छेदकधर्मद्वयम् अस्ति खलु भगिनि? ते के इति वदतु प्रत्यस्मिन् वाक्ये, प्रथमे वाक्ये। प्रथमतया ज्ञानस्य विषयमस्ति, समवायसम्बन्धः, ज्ञानस्य निरूपणं तत्तु सत्यं, किन्तु अत्र सम्बन्धः कः? ज्ञानस्य विषये यदा चर्चा भवति, सम्बन्धः कः? समवायसम्बन्धः। पश्यतु, तत्र वाक्यं पठतु भवती, विषयिता विषयिता सम्बन्धावच्छिन्ना इति अस्ति खलु? विषयतासम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आधेयता निरूपित अधिकरणतावत् ज्ञानम्। तर्हि अवच्छेदकः कः? घटत्व अवच्छेदकद्वयमस्ति, विषयितासम्बन्धः अपि च घटत्वं। विषयितासम्बन्ध घटत्वा अवच्छन्न आधेयतायाः अवच्छेदनार्थं विषयितासम्बन्धः अपि च घटत्वम् इति अवच्छेदकधर्मद्वयं स्वीकृतं। द्वितीयवाक्ये द्वितीयवाक्यं कालिकसम्बन्ध अवच्छिन्न घटत्वा अवच्छिन्न आधेयत निरूपित अधिकरणतावान् कालः। तर्हि अत्रापि धर्मद्वयं वदतु। कालिकसम्बन्धः अपि च घटत्व अवच्छिन्न इति अवच्छेदकधर्मद्वयम्। अग्रिमे वाक्ये संयोगसम्बन्ध अवच्छिन्न घटत्व घटत्वा अवच्छिन्न आधेयता निरूपित अधिकरण तावत् तत्र अवच्छेदकधर्मौ कौ? संयोगसम्बन्धः अपि च घटत्वं घटत्वं खलु? संयोगसम्बन्ध इति अवगतं वा वर्धिनी भगिनि? अवगतम्। अत्र का भेदः पूर्वं वयं पूर्वतनपुटे तत्र अधिकरणं ज्ञानं कालः भूतलं तत्रापि अस्मिन् पुटे अपि मुख्य भेदः अस्ति अवच्छेदकानां सत्यम् अवच्छेदकानां भेदः अस्ति, यतोहि अवच्छेदकधर्मद्वयम् अत्र प्रदर्शितम्। पूर्वम् पूर्वम् एकः एव धर्मः सम्बन्धः इति, विषयितासम्बन्धावच्छिन्न इति उक्तम्। अत्र विषयितासम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता निरूपित इति उक्तमस्ति। तत्र धर्मद्वयम् अस्ति तस्मात् एवं सः एव भेदः। इदानीं यथा पूर्वमपि उक्तं, पटः अस्ति घटः अस्ति, घटः समवायेन कपाले अस्ति, पटः समवायेन तन्तौ इत्युक्ते थ्रेड्स् तस्मिन् तम् उभयत्र समवायः, तर्हि भेदः स्थापनीयः खलु? तदर्थं घटत्व पटत्व इति धर्मः स्वीकृतः। विषयितासम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता अथवा समवायसम्बन्धावच्छिन्न पठत्वा अवच्छिन्ना अधेयता वा घटत्वा अवच्छिन्ना अधेयता तथा भवति. बुद्धं वा? साधु. कोऽपि नूतनतया आगतवान् वा आगतवान् वा इदानीं? आं भगिनि, अजितः. अस्तु, अजितमहोदय नमस्ते. अग्रे पठति वा महोदय? सप्तचत्वारिंशत्तमे पुटे स्मः. आम्. प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं तुल्यन्यायात् अयमेव चोपायः प्रतियोगित्वस्थलेऽपि ज्ञातव्यः. तत्र भूतले समवायेन घटो नास्ति, कपाले संयोगेन घटो नास्ति, काले विषयतासम्बन्धेन घटो नास्ति इति अभावान् यदि चिन्तयामः तदा तस्य तस्माभावस्य प्रतियोगिताः तस्याभावस्य प्रतियोगिताः तिस्रः घटे एव वर्तन्ते. तासां च परस्परं भेदज्ञापनाय न घटत्वोपयोगः. सर्वत्र तस्यैकस्यैव अवच्छेकतत्वात् अतः येन सम्बन्धेन बुद्धं वा अथवा न भगिनि अहम् अस्तु विलम्बेन आगतवान् खलु, चिन्ता नास्ति. तर्हि गोपालमहोदय किञ्चित् वदति वा? अत्र अभाव केचन सम्बन्धेन यत्र अभावः अस्ति, उदाहरणं भूतले समवायेन घटः न अस्ति इति वक्तुम् इच्छति चेत् कपाले तत्र प्रतियोगिता उदाहरणं तत्र चित्रं भूतलमस्ति, उपरि घटः अस्ति, घटस्य उपरि प्रतियोगिता अस्ति, तस्य अभावः घटाभावः, तस्य विरोधः घटाभावः. तदैव काले विषयितासम्बन्धेन घटः नास्ति अभावान् यदि काले विषयितासम्बन्धेन अत्र यथा आधेयता एकस्मिन्नेव आसीत् खलु, घटः इति एकः एव आधेयता आसीत्, सम्बन्धः भिन्नभिन्न. घटः भूतले अस्ति चेत् संयोगेन, कपाले अस्ति चेत् समवायेन इति आसीत्. तथैव यथा वयम् आधेयतायाः निरूपणं कृतवन्तः सम्बन्धम् उपयुज्य, तथैव प्रतियोगितायाः विषये अपि भवति इति सूचितमत्र. प्रतियोगिता नाम अभावस्य विरोधः. घटाभावः भवति चेत् घटे प्रतियोगिता भवति. कं प्रति प्रतियोगिता भवति? अभावं प्रति भवति विरोधः घटे. अस्तु, अत्र अग्रिमवाक्यम् अस्ति, भूतले समवायेन घटः नास्ति. भूतले घटः भवति चेत् केन सम्बन्धेन भवति? संयोगसम्बन्धेन, न तु समवायेन. तर्हि समवायसम्बन्धेन घटः नास्ति इति अभावः. पुनः कपाले भूतले कदाचित् अपि घटः समवायसम्बन्धेन भवितुं नार्हति. सत्यं, तर्हि अभावः सर्वदा तादृशः अभावः. समवायसम्बन्धेन घटः नास्ति, समवायेन घटः नास्ति इति अभावः नित्यः सर्वदा भवति, यतोहि न भवितुमर्हति. किन्तु तादृशः अभावः कपाले संयोगेन नास्ति इत्यस्मात् अभावात् भिन्नः. तदपि किञ्चित् प्रश्नः भवति, कपाले संयोगेन घटः अपि न भवितुमर्हति. तादृशः अभावः अपि नित्यः तर्हि. तदपि किञ्चित् सत्यं, भवता यदुक्तं सत्यमेव, भूतले समवायेन घटः न कदापि भवति, कपाले संयोगेन न कदापि भवति. किन्तु उभयत्र घटः नास्ति इति विषयः अस्ति किल, तर्हि उभयत्रापि अभावः अस्ति. पुनः काले विषयितासम्बन्धेन घटः नास्ति इति अपि एकः अभावः. विषयितासम्बन्धेन घटः कुत्र भवति? स्वस्मिन्, न न न, अन्य कोऽपि, ज्ञाने भवति. काले तु कालिकसम्बन्धेन भवति, तर्हि काले विषयितासम्बन्धेन घटः नास्ति एव. अत्रापि घटः नास्ति इति एकः अभावः अस्ति. पुनः ज्ञाने कालिकसम्बन्धेन घटः नास्ति इति अपि एकः अभावः. अभावाः बहुधा सन्ति, अस्तु, किन्तु तेषाम् अभावानां प्रतियोगिता कुत्र अस्ति? घटे एव अस्ति. घटः इति प्रतियोगी एकः एव. यथा घटः इति आदेयः एकः एव आसीत्, तस्मिन् भिन्नभिन्न आदेयताः आसन्, तथैव प्रतियोगिताविषये अपि प्रतियोगी एकः एव, घटः इति. अभावाः भिन्नाः, अभावाः भिन्नाः चेत् प्रतियोगिता भिन्नाः वा न वा? प्रतियोगिता अपि भिन्नाः एव. तर्हि प्रतियोगिता अपि भिन्नाः एव, यतोहि अभावाः भिन्नभिन्नाः सन्ति. भूतले समवायेन घटः नास्ति इति एकः अभावः, कपाले संयोगेन घटः नास्ति इति द्वितीयः, तथा भिन्नभिन्न अभावाः, तदर्थं भिन्नभिन्नप्रतियोगिताः. किन्तु प्रतियोगी एकः एव, सः घटः. तर्हि प्रतियोगितानां मध्ये भेदस्थापनाय पुनः घटस्य उपयोगः न भवितुमर्हति. तदर्थम् उक्तमस्ति सर्वत्र एकस्य अवच्छेदकत्वात्. किमर्थं घटः एव अवच्छेदकः न भवितुमर्हति? यतोहि सर्वत्र एकः एव घटः, घटमेव स्वीकृत्य प्रतियोगितानां मध्ये भेदस्थापनम् अशक्यम्. तदर्थं पुनः भेदज्ञापनाय सम्बन्धस्य एव अवच्छेदकत्वं भवति इति विषयः अत्र. अस्तु, महोदयेन एतावता कृतमासीत् इति मन्ये खलु, राजेन्द्रमहोदय, ये शनिवासरे. अस्तु, तर्हि इतः अग्रे यदा महोदय आगमिष्यति भारतात् मार्च् मासे तदा भवति. किन्तु अत्र एका चर्चा आसीत्, इदानीं भूतले घटः अस्ति, भूतले घटः अस्ति चेत् केन सम्बन्धेन भवति? संयोगसम्बन्धेन. किन्तु भूतले समवायेन घटः अस्ति इति वाक्यं सत्यं वा न वा? भूतले घटः अस्ति इति अहं पश्यामि इति चिन्त्यताम्. अस्तु, भूतले घटः अस्ति केन सम्बन्धेन? संयोगसम्बन्धेन. किन्तु यद्यपि भूतले संयोगेन घटः अस्ति, तथापि घटाभावः अस्ति समवायेन, समवायेन घटः नास्ति इति तु वाक्यं सत्यं वा न वा? तत् सत्यमेव खलु. भूतले समवायः अस्ति इति एकः अभावः सत्यमेव, किन्तु केचन वदन् अहं पश्यामि भूतले घटं कथं वा तत् स्यात् इति. तदर्थं महोदयेन एकम् उदाहरणं दत्तमासीत्. एकः मनुष्यः अस्ति, तस्य समीपे धनमस्ति, धनं तस्य वित्तकोषे अस्ति. अस्तु, वित्तकोषः नाम बेङ्क् मध्ये अस्ति धनं. वित्तकोषे धनम् अस्ति किन्तु तस्य समीपे धनं नास्ति, तर्हि संयोगसम्बन्धेन धनं नास्ति इति सत्यं वा? किन्तु मनुष्यः तु धनवान्, तस्य धनमस्ति, सः निर्धनः नास्ति. तर्हि कथं वक्तुं शक्नुमः धनाभावः नास्ति इति? इत्युक्ते हा, यथा यथा अत्रापि संयोगसम्बन्धेन अस्ति समवायेन नास्ति घटः इति उक्तं, तथैव एकः मनुष्यः, तस्य धनमस्ति वित्तकोषे किन्तु संयोगसम्बन्धेन धनाभावः तस्य समीपे, किन्तु स्वस्वामित्वसम्बन्धेन तस्य धनं भवत्येव. तदर्थम् उक्तमस्ति संयोगसम्बन्धावच्छिन्न प्रतियोगिताकधनाभावः अस्ति, किन्तु स्वस्वामित्वसम्बन्धावच्छिन्न प्रतियोगिताकः धनाभावः नास्ति. तथैव अस्मिन्नपि उदाहरणे समवायसम्बन्धावच्छिन्न प्रतियोगिताकः घटाभावः अस्ति, संयोगसम्बन्धावच्छिन्न प्रतियोगिताकः घटाभावः नास्ति भूतले इति उक्तम्. अस्य विवरणार्थम् एकं करपत्रम् अपि रचितमस्ति. विषयः तु एवमेव. कथं वक्तुं शक्नुमः घटं दृष्ट्वा अपि अभावः अस्ति इति कथं वा वक्तुं शक्नुमः इत्यर्थम् उदाहरणं स्वीकृतमस्ति. कस्यचित् धनम् अस्ति वित्तकोषे, सः धनस्य स्वामी, किन्तु संयोगसम्बन्धेन धनाभावः अस्ति तस्य हस्ते, स्वस्वामित्वसम्बन्धेन तु न भवति, यतोहि सः धनस्य स्वामी अस्ति एव इति. तदर्थम् अस्य विवरणार्थं करपत्रं नियोजितम् अत्र महोदयेन. तर्हि करपत्रम् उद्घाटितम् अस्ति चेत् एकवारं पठित्वा समापयामः. राजेन्द्रमहोदय, उद्घाटितम् अस्ति वा? आम् आं भगिनि, अस्ति. पठति किम्? आम् भगिनि, पठामि. प्रतिपक्षी भूतले समवायसम्बन्धेन घटः नास्ति. प्रतिपक्षी भूतले समवायसम्बन्धेन घटः नास्ति इति कथनप्रसङ्गे प्रश्नः. भूतले घटः अस्ति संयोगसम्बन्धेन, न तु समवायसम्बन्धेन. तर्हि अस्य वाक्यस्य अर्थः कः, मूल्यं च किं? समवायसम्बन्धेन भूतले घटः न कदापि भवति. किञ्चित् प्रश्नः तु कृतः एव महोदय, गोपालमहोदय उक्तवान् न कदापि भवति समवायेन इति, अपि च कथं भवति अभावः यदा अहं पश्यामि घटे घटं भूतले इत्यादिकम्. अस्तु, तदर्थं प्रश्नः अस्ति, यदा तादृशी वदामः तत् वाक्यस्य अर्थः कः, मूल्यं कः, तत् कः, कोऽपि अर्थः अस्ति वा अथवा निरर्थकः अस्ति? इदानीं सिद्धान्ते किं वदन्ति, अव्यवायविनौ समवायसम्बन्धः भवति. अवयवा अवयविनोः समवायसम्बन्धः भवति. घटः अवयवी, तस्य अवयवः अस्ति कपालः, तयोः कः सम्बन्धः? समवायः. इत्थञ्च घटः समवायसम्बन्धेन कुत्र अस्ति? कपाले. भूतले तु न अस्ति. तर्हि समवायसम्बन्ध अवच्छिन्न घटत् घटत्वाव अवच्छिन्न प्रतियोगे ताक घट अभाव भूतले भवति कुत्र नास्ति कपाले अवगतं वा आम् आम् भगिनि घट अभाव कपाले नास्ति परन्तु संयोगसम्बन्धेन भूतले अस्ति घट अभाव यथा यथा घटः तु समवायसम्बन्धेन कपाले वर्तते तथैव तर्हि समवायसम्बन्धेन घटतवचन प्रतियोगिता घट अभावः भूतले नास्ति समवायसम्बन्धेन परन्तु संयोगसम्बन्धेन भूतले घट अभावः भवति कीदृशः अभावः अभावः कीदृशः भवति भूतले समवाय संयोगसम्बन्धेन न इदानीम् अस्माकम् अस्माकं किम् अस्माकम् अवगमनं स्वीकारः अस्ति यत् भूतले एकः घटः अस्ति संयोगसम्बन्धेन अस्तु स्थितिः कीदृशी चेत् भूतले तु घटः अस्ति एव संयोगसम्बन्धेन वयं घटं पश्यामः तथापि वयं वदामः भूतले घटाभावः अस्ति समवायसम्बन्धेन घटः नास्ति इति अभावः भूतले अस्ति तत् कथं तस्य मूल्यं किम् इत्युक्ते समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकघटाभावः भूतले अस्ति इति उक्तम् अवगच्छति वा महोदय आम् आम् आं भगिनि सः अभावः कपाले अस्ति कपाले नास्ति हा कपाले नास्ति तादृश समवायसम्बन्धावच्छिन्नप्रतियोगिताकः घटाभावः कपाले नास्ति किन्तु भूतले भवति एव सर्वदा भूतले प्रतियोगिता विरोधः तस्मात् प्रतियोगिता विरोधः घटाभावस्य विरोधः किन्तु कीदृशः घटाभावः इति अपि वक्तव्यम् एकः अस्ति समवायसम्बन्धेन अभावः तस्य प्रतियोगिता कीदृशी समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता प्रतियोगिता कः अभावः इति क इति समासानन्तरं भवति प्रत्ययः अभावः कीदृशः प्रतियोगिता कः पुनः कीदृशी प्रतियोगिता समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता भूतले सर्वदा भवति तादृशः अभावः किन्तु कपाले न भवति अस्तु अग्रे पठतु महोदय प्रतिपक्षी अधुना कस्मिंश्चित् भूतले एकः घटः अस्ति मम पुरतः अस्ति घटः सः च घटः संयोगसम्बन्धेन भूतले शारीरिकरूपेण भूतले घटं पश्यामि घटः भूतले सत्यपि समवायेन तु नास्ति अपि तु संयोगसम्बन्धेन अतः घटः भूतले नास्ति समवायसम्बन्धेन इति तु वाक्यं सत्यं किन्तु निरर्थकम् अस्ति यतोहि घटः भूतले असति अस्ति एव तर्हि अस्य कथनेन लाभः कः वस्तुतः अभावः नास्ति घटः संयोगसम्बन्धेन भूतले अस्ति एव पश्यामि घटम् तर्हि वाक्यं भूतले समवायसम्बन्धेन घटः नास्ति इति तु सत्यं किन्तु घटः तु भूतले अस्ति एव केवलं समवायसम्बन्धेन वक्तुं न शक्यते यतोहि संयोगसम्बन्धेन अस्ति न तु समवायसम्बन्धेन अपि सर्वोपरि अस्ति इदं तथ्यं यत् अभावः नास्ति घटः शारीरिकरूपेण अस्ति भूतले प्रतिपक्षिणः वदन्ति इदानीं कुत्रापि भूतले एकः घटः अस्ति घटः साक्षात् तत्र अस्ति संयोगसम्बन्धेन भूतले अस्ति निश्चयेन शरीररूपेण भूतले घटं तत्र भवति एव सर्वे पश्यन्ति परन्तु घटः भूतले सत्यपि परन्तु समवायसम्बन्धेन न अस्ति अपि तु संयोगसम्बन्धेन. अतः प्रतिपक्षिणः वदन्ति तत्र तु निरर्थकम् एव सः वाक्यः. यथा कदापि समवायसम्बन्धेन घटः भूतले न भवितुम् अर्हति. घटाभावः तु भवति एव तथा, परन्तु घटः तु संयोगसम्बन्धेन एव भूतले भवितुम् अस्ति, अथवा समवायसम्बन्धेन घट साक्षात् तत्र अस्ति. तथा समवायसम्बन्धेन यदा वदामः भूतले घटाभावः अस्ति, तत् किञ्चित् निरर्थकम् एव अस्ति. सत्यं, शारीरिकरूपेण तु अस्ति तत्र भूतले, तर्हि पुनः समवायसम्बन्धेन घटः नास्ति इत्यस्मिन् किं सत्यमस्ति वा, तस्य वदनस्य आवश्यकता का इति उक्तौ. तदर्थं पुनः विवरणं दत्तमस्ति. एकः धनवान् मनुष्यः अस्ति, तस्य धनं समीपे न सत्यपि सः धनस्य स्वामी एव इति अग्रे विवृतम् अस्ति. अस्तु, जयन्ती भगिनी पठति वा अग्रे? आं भगिनि, यत्र चैत्रः धनवान्, यथा सिद्धान्ती तस्मात् आरभ्य इदानीं यदुक्तं भवता, सिद्धान्ती इदानीं यदुक्तं भवता, घटः अस्ति, घटाभावः नास्ति. किन्तु अस्मिन् प्रसङ्गे किञ्चित् चिन्तनीयं भवति, यतोहि समवायसम्बन्धेन घटः भूतले नास्ति इति वाक्यं तु सत्यमेव. सत्यम् इत्युक्तौ कथम् उत्पादनीयं? तत् वाक्यं सत्यम् इति चेत् विस्तरेण कथं वक्तव्यम् अस्माभिः? येन वार्ता स्पष्टं स्यात्. अस्तु, इति अस्माकं प्रश्नः. आम् अस्तु, समवायसम्बन्धेन समवायसम्बन्धेन घटः भूतले नास्ति इति वाक्यं ते अङ्गीकुर्वन्ति, तत् तादृशं न वक्तव्यम् इति, परन्तु कथम् इति अत्र चर्चा खलु. हा, सिद्धान्तिनः वदन्ति तादृशं वाक्यं, समवायेन घटः नास्ति भूतले, अभावः अस्ति, समवायेन भूतले घटः नास्ति इत्युक्ते एकः अभावः अस्ति इति वाक्यं सत्यमेव. सत्यमस्ति चेत् कथं साधनीयं, कथं अपरेभ्यः वक्तव्यं सत्यमस्ति इत्यर्थम् इतोपि विस्तरेण अग्रे कथनमस्ति. प्रतिपक्षिणः वदन्ति अत्र तु भूतले अस्ति, शारीरिकरूपेण घटः भूतले अस्ति, तर्हि कथं वा वदति अभावः अस्ति इति. परन्तु सिद्धान्तिनः वदन्ति समवायेन घटः भूतले नास्ति, तदपि सत्यमेव वाक्यम्. कथं साधनीयम् एतद् वाक्यं सत्यम् इति अग्रे. अस्तु, पठतु भगिनि. भूतले संयोगसम्बन्धा अवच्छिन्न प्रतियोगिताकघटाभावः नास्ति. समवायसम्बन्ध अवच्छिन्न प्रतियोगिताकघटाभावः अस्ति. अतः तत्वाक्यं सत्यं, ज्ञानस्य सत्यत्वप्रतिपादनार्थम् एवं विवरणम् उचितम् एव. सिद्धान्तिना वदन्ति भूतले समवायसम्बन्धेन घटः नास्ति, परन्तु एतत् वाक्यं इतोपि उचितरूपेण कथं वक्तव्यम् इति पश्यामश्चेत् संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताकघटाभावः नास्ति इति वक्तव्यम् इति ते वदन्ति. समवायसम्बन्ध अवच्छिन्न वाक्यद्वयमपि सत्यं, संयोगसम्बन्धावच्छिन्न प्रतियोगिताकघटाभावः नास्ति इति सत्यं, समवायसम्बन्धावच्छिन्न प्रतियोगिताकघटाभावः अस्ति इत्यपि सत्यं. उभे वाक्ये सत्ये एव, किन्तु तत् कथं स्यात्, तस्य तदर्थम् इतोपि विवरणं आवश्यकमस्ति. अस्तु, अग्रे पठतु. यथा चैत्रः धनवान्. यथा चैत्रः धनवान्. धनं वित्तकोषे अस्ति, चैत्रस्य हस्ते न, अतः संयोगसम्बन्धेन धनं नास्ति. संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताक धनाभावः सत्त्वे अपि स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिताक धनाभावः नास्ति. चैत्रः तस्य धनस्य स्वामी अस्ति, अतः एतत् वाक्यं सत्यम् अस्ति. एवं रीत्या ज्ञानप्रमाणानिरूपणार्थं विवरणं दातव्यं भवति. अत्र उदाहरणं दीयते. चैत्रः इत्युक्ते किं भगिनि? कश्चन मनुष्यस्य नाम तावदेव. अस्तु, कश्चित् धनवानः इति उक्तं. किमर्थं चैत्रः इत्येव चितम् इति न जाने, किन्तु नाम तावदेव. नाम चैत्र सर्वनामपदं वा किं? नाम मनुष्य, एकः मनुष्यस्य नाम. मनुष्यस्य नाम. अस्तु अस्तु. अस्तु अस्तु. तस्मिन् धनं नास्ति, धनवान् अस्ति, परन्तु अधुना तस्य समीपे धनं नास्ति, वित्तकोषे अस्ति. तर्हि धनाभावस्य निरूपणं कथम् इति पश्यामश्चेत् अत्र इदानीं चैत्रः तस्य हस्ते धनं नास्ति, तस्य अर्थः कः? चैत्रः निर्धनः इति वा? न न न, सः तु धनवान् एव. किमर्थम् इत्युक्ते वित्तकोषे धनम् अस्ति, परन्तु अधुना धनं नास्ति तस्य हस्ते. संयोगसम्बन्धेन धनं नास्ति. संयोगसम्बन्धेन धनं नास्ति. तर्हि विवरणमस्ति, संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः अस्ति. परन्तु तस्मिन् समये तस्य समीपे नास्ति. तस्य विवरणमस्ति, स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः नास्ति इति. तादृश अभावः नास्ति, स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः नास्ति. तर्हि चैत्रः धनवान् एव, निर्धनः तु नास्ति. धनस्य स्वामी एव अस्ति इति वाक्यं सत्यं. तथा एवं रीत्या ज्ञाननिरूपणं ज्ञानप्रमाणनिरूपणार्थं विवरणं दातव्यं भवति. यथा वयं दृष्टवन्तः, भूतले घटाभावः नास्ति, तथापि समवायसम्बन्धावच्छिन्न प्रतियोगिता घटाभावः अस्ति. किमर्थं? यथा चैत्रस्य उदाहरणं स्वीकृत्य वयं परिशीलितवन्तः, तथैव भवति इति. अस्तु, रागिणी भगिनी अग्रे पठति वा? आं भगिनि. प्रकृतौ यद्यपि घटः भूतले अस्ति, संयोगसम्बन्धेन समवायसम्बन्धावच्छिन्न प्रतियोगिताक घटाभावः अस्ति. प्रतियोगिभेदेन अभावः भिन्नः भवति. प्रतियोगिता अवच्छेदकसम्बन्धभेदेन प्रतियोगिता अवच्छेदकधर्मभेदेन अभावः भिन्नः भवति. अत्र भूतले घटः अस्ति संयोगसम्बन्धेन, किन्तु समवायसम्बन्धेन तत्र घटाभावः अस्ति. प्रतियोगिभेदेन अभावः भिन्नः भवति इति निरूपणं कृतमस्ति. अवगतं वा? आम् आम्. प्रतियोगिभेदेन अभावः भिन्नः. अपि च प्रतियोगिभेदः केन साधितम्? सम्बन्धभेदेन. तत्र प्रतियोगिता अवच्छेदकसम्बन्धभेदेन, अपि च धर्मभेदेन अभावः भिन्नः भवति. सत्यम्. आधेयतायाः विषये अपि दृष्टवन्तः. अस्तु, सम्बन्धेन विषयितासम्बन्धावच्छिन्न, घटत्वावच्छिन्न इति धर्मद्वयम् आसीत्। घटत्व इति धर्मः, यद् यः धर्मः घटे अस्ति, तदर्थम् अत्रापि उक्तं प्रतियोगितावच्छेदकसम्बन्धभेदेन अपि च प्रतियोगितावच्छेदकधर्मभेदेन अभावः भिन्नः भवति इति। बुद्धं वा? पूर्वम् अत्र प्रतियोगित अवच्छेदकसम्बन्धयोगेन तस्मिन् धनम् इति धर्मः, धनम् इति धर्मभेदः, धनत्वम् आर् सम्बन्धभेदः जानामि, तत्र संयोग अथवा अवगतम् अवगतं, भवतः प्रश्नः अवगतः। यथा भवान् घटे आधेयता आसीत् किल, तर्हि वयम् उक्तवन्तः विषयितासम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता इति। तर्हि अत्र संयोगसम्बन्धेन प्रतियोगिता भिद्यते, अपि च धनत्वम् इति धर्मः अपि अस्ति, धने तेनापि प्रतियोगिता भिद्यते। धनाभावस्य प्रतियोगिता अस्ति धने, घटाभावस्य घटे। तर्हि एकः अवच्छेदकः अस्ति पदार्थेषु विद्यमानः धर्मः, धनत्वं वा घटत्वं वा इत्यादिकम्। अपरः अवच्छेदकः अस्ति सम्बन्धः, संयोगसम्बन्धावच्छिन्न धनत्वावच्छिन्न प्रतियोगिता, अथवा संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता इति। तर्हि प्रतियोगिताभेदेन अभावाः अपि भिद्यन्ते इति उक्तम् अत्र। अस्तु अग्रे पठति वा रागिणी भगिनी? यथा भूतले संयोगसम्बन्धेन द्रव्यं नास्ति, अत्र प्रतियोगिता अवच्छेदकधर्मः द्रव्यत्वम्। अन्यत्र भूतले पटः नास्ति, प्रतियोगिता अवच्छेदकधर्मः पटत्वम्। यत्र पटः नास्ति इति कथयामः, तत्रैव घटः अस्ति चेत् संयोगसम्बन्धेन द्रव्यं नास्ति इति वक्तुं न शक्नुमः, यतोहि पटः नास्ति किन्तु घटः तु अस्ति। अतः द्रव्यत्वा अवच्छिन्नप्रतियोगिता कः अभावः नास्ति, केवलं पटत्वाच्छिन्नप्रतियोगिता कः अभावः अस्ति। एवम् अत्र अत्र किम् अवगतम् इति वदतु। अत्र भूतले संयोगसम्बन्धेन द्रव्यं नास्ति, तत्र प्रतियोगिता अवच्छेदकधर्मः द्रव्ये द्रव्यत्वम् अस्ति, अपि च पटस्य उदाहरणमपि दत्तमस्ति, भूतले पटः नास्ति, तत्र पटत्वम् अवच्छेदकधर्मः अस्ति। यदि वयं वदामः पटः नास्ति तत्रैव अपि च घटः अस्ति चेत् संयोगसम्बन्धेन द्रव्यं नास्ति इति अहं कदापि वक्तुं न शक्नुमः। पटः नास्ति किन्तु घटः अस्ति, अतः घटः द्रव्यम् अस्ति वा? घटः द्रव्यं न, घटः द्रव्यमेव खलु, नवद्रव्याणि। आमाम् अस्तु, हा पटः अपि द्रव्यं घटः अपि द्रव्यं। तर्हि प्रथमः अभावः आसीत् द्रव्यत्वावच्छिन्न प्रतियोगिताकः अभावः। अस्तु, घटाभावस्य विवरणं भवति घटत्वावच्छिन्न प्रतियोगिताकः, पटाभावस्य पटत्वावच्छिन्न प्रतियोगिताकः अभावः इति। एकवारं यदि वयं घटम् आनयाम तदा द्रव्यत्वावच्छिन्न प्रतियोगिताकः अभावः नश्यति। बुद्धं वा? घटः अपि द्रव्यं, पटः अपि द्रव्यं, यदा किमपि द्रव्यं न भवति तदा द्रव्यत्वावच्छिन्न प्रतियोगिताकः अभावः भवति। एकवारं वयम् एकं वस्तुम् आनयामः, पटम् आनयामश्चेत् द्रव्यत्वावच्छिन्नप्रतियोगिताक अभावः नश्यति किन्तु अथवा घटमानयामश्चेत् किन्तु कीदृश अभावः अवशिष्यते अत्र उक्तं घटस्य वा पटस्य यद् यत्किमपि आनयामः सः अभावः नास्ति न भवति हा हा यदि घटमानयामः घटस्य अभावः न भवति पटमानयामः तर्हि पटस्य अभावः न भवति न अत्र उक्तम् उभयोः एकमानयामश्चेत् द्रव्यस्य अभावः न भवति अतः द्रव्यत्वावच्छिन्नप्रतियोगिताकः अभावः नास्ति किन्तु घटमानयामश्चेत् पटत्वावच्छिन्नप्रतियोगिताकः अभावः भवति प्रायः किमर्थं द्रव्यत्व पटत्व इति धर्मस्य आवश्यकता अस्ति इति दर्शनार्थम् इदं स्थापितम् इति मन्ये अभावः भिन्नभिन्नाः भवति प्रथमतया द्रव्यस्य अभावः आसीत् घटः आनीतः चेत् द्रव्याभावः गच्छति केवलं पटाभावः तिष्ठति तदर्थं भेदस्थापनस्य आवश्यकता भवति कीदृशः अभावः अस्ति कीदृशः नास्ति इति वक्तुम् अस्तु अग्रे रश्मी भगिनी पठति वा आं भगिनि अतः द्रव्यत्वावच्छिन्नप्रतियोगिताकः अभावः नास्ति केवलं पटत्व अवच्छिन्नप्रतियोगिताक अभावः अस्ति एवं च प्रतियोगिता अवच्छेदकभेदेन अभावः भिन्नः प्रतियोगिता अवच्छेदकसम्बन्धभिन्नत्वेन अपि अभावः भिन्नः भवति तथैव धनसम्बन्धे संयोगसम्बन्ध अवच्छिन्नप्रतियोगिताकधनाभावः सत्त्वे अपि स्वस्वामित्वसम्बन्ध अवच्छिन्नप्रतियोगिताकधनाभावः नास्ति इत्थञ्च अभावाः नानाः भवन्ति अस्तु अग्रेपि पठतु एवं रीत्या भूतले समवायेन घटो नास्ति कपाले संयोगेन घटो नास्ति कपाले विषयितासम्बन्धेन घटो नास्ति इति तिसृषु स्थितिषु तिस्रः पृथक् प्रतियोगिताः त्रयश्च पृथक् अभावाः अस्तु उच्यतां भगिनि अत्र पटत्व अवच्छिन्नप्रतियोगिताः विषयम् उक्तवन्तः तथा अवच्छेदकभेदेन अभावः भिन्नः भवति धनसम्बन्ध उदाहरणमपि दत्तवान् धनसम्बन्धे यदा चैत्रस्य उदाहरणं दत्तम् आसीत् तदा संयोगसम्बन्धेन अवच्छिन्नप्रतियोगिता धनाभावः अस्ति परन्तु स्वसामिनसम्बन्ध अवच्छिन्नप्रतियोगिता अभावः नास्ति अतः अत्र प्रतियोगिताभेदेन अभावाः भिद्यन्ते इति अवगच्छन्ति खलु प्रथमतया संयोगसम्बन्धावच्छिन्नप्रतियोगिता अपरत्र स्वस्वामित्वसम्बन्धावच्छिन्नप्रतियोगिता अनयोः भेदेन प्रतियोगितयोः भेदेन अभावाः भिद्यते तदर्थम् उक्तम् अभावाः नानाः भवन्ति यतोहि भिन्नभिन्नस्थलेषु भिन्नभिन्नप्रतियोगिताः ताः च प्रतियोगिताः अवच्छेदकसम्बन्धेन वा अथवा अवच्छेदकधर्मेण वा भिद्यन्ते इति सारांशः भगिनि तत्र वाक्यद्वयमस्ति किल एवं च प्रतियोगिता अवच्छेदकभेदेन अभावः भिन्नः अनन्तरं प्रतियोगिता अवच्छेदकसम्बन्धभिन्नत्वे अपि अभावः भिन्नः तत्र द्वयोः पदयोः तत्र प्रतियोगिता अवच्छेदकभेदः तु अवगतः परन्तु प्रतियोगिता अवच्छेदकसम्बन्धभिन्नत्वं तत् किञ्चित् स्पष्टं करोति वा प्रथममासीत् प्रतियोगिता अवच्छेदकभेदेन अभावः भिन्नः, तत्तु अवगतं स्यात्। भिन्नभिन्नप्रतियोगिताः भवन्ति, भिन्नभिन्नाः प्रतियोगिताः भवन्ति, ताः प्रतियोगिताः केन भिद्यन्ते? एवमस्ति, प्रतियोगितानां भेदेन अभावः भिद्यन्ते, अपि च सम्बन्धभेदेन प्रतियोगिताः एव भिद्यन्ते इति अंशद्वयं। हा सत्यं महोदय, धर्मभेदेन अपि प्रतियोगिताः भिद्यन्ते। पूर्वस्मिन् उदाहरणे द्रव्यत्वम् इति एकः अवच्छेदकः, पटत्वं, तर्हि धर्मभेदेन प्रतियोगिताः भिद्यन्ते, सम्बन्धभेदेन प्रतियोगिताः भिद्यन्ते, अपि च यत्र यत्र प्रतियोगिताः भिद्यन्ते तत्र प्रतियोगिताभेदेन अभावाः अपि भिद्यन्ते। अस्तु, एकस्मिन् स्तरे अभावः नास्ति, एकस्मिन् एकस्मिन् उदाहरणे अभावः भवति, एवमेव परन्तु सर्वत्र सर्वत्र न अभावः, यत्र अभावः अस्ति वा नास्ति वा इति प्रश्नः। सत्यं, यत्र अभावः अस्ति तत्रैव प्रतियोगिता, किन्तु तादृशः अभावः कया प्रतियोगितया भिद्यते? यत्र यत्र अभावः नास्ति चेत् प्रतियोगिता नास्ति वा? उदाहरणत्वेन भूतले घटः अस्ति चेत् संयोगसम्बन्धेन अस्ति, तर्हि वस्तुतः अभावः नास्ति। शारीरिकरूपेण घटः दृश्यते तत्र भूतले, वस्तुतः अभावः यदा यदा अभावः नास्ति तदा प्रतियोगिता अपि नास्ति वा अस्ति वा? सत्यं सत्यं, यत्र अभावः नास्ति तत्र प्रतियोगिता अपि नास्ति। सत्यं, किन्तु अत्र उक्तमस्ति अन्तिमवाक्यं, भूतले समवायेन घटः नास्ति, अस्तु, किन्तु वयं घटं पश्यामः, शारीरिकरूपेण अभावः नास्ति इति चिन्तयामश्चेदपि प्रतियोगिता एका प्रतियोगिता भिन्ना अस्ति, सा प्रतियोगिता अस्ति समवायसम्बन्धावच्छिन्नप्रतियोगिता, सा भिन्ना अस्ति इत्यतः अभावः भिन्नः। सर्वत्र प्रतियोगिता अस्ति तस्मात् अवच्छिन्न किमपि अवच्छिन्नं भवतु तत् तेन कारणेन प्रतियोगिता भवति। यत्र अभावः अस्ति तत्र प्रतियोगिता भवति, अपि च तादृशः अपि च अभावः प्रतियोगिताभेदेन भिद्यते। इति अस्ति, अस्तु, रश्मी भगिनी अन्तिमवाक्यं पठित्वा एकवारं वदति वा? एवं रीत्या भूतले समवायेन घटो नास्ति, कपाले संयोगेन घटो नास्ति, कपाले विषयितासम्बन्धेन घटो नास्ति इति तिसृषु स्थितिषु तिस्रः पृथक् प्रतियोगिताः, त्रयश्च पृथक् अभावाः। अत्र उक्तं भूतले समवायसम्बन्धेन खडः नास्ति, कपाले संयोगसम्बन्धेन खडः नास्ति, तथापि विषयितासम्बन्धेन अपि कपाले खडः नास्ति। अत्र प्रतियोगिताः भिद्यन्ते, भिन्नभिन्नाः प्रतियोगिताः, प्रतियोगिताः केन भिद्यन्ते? सम्बन्धेन, समवायेन वा संयोगेन वा विषयितासम्बन्धेन वा प्रतियोगिताः भिद्यन्ते, अतः अतः अभावः अपि भेदः भवति। सत्यम् इति अस्ति विषयः अद्यतनस्य, अद्यतनविषयः। कोऽपि प्रश्नः अस्ति वा? धन्यवादः भगिनि, अस्तु। अपि च वर्गः न भवति मार्च् मासपर्यन्तं, नास्ति वर्गः, तदनन्तरं पुनः महोदयस्य पुनरागमनानन्तरं पुनः प्रवर्तते. नूतनवर्षस्य शुभाशयः सर्वेभ्यः नूतनवर्षस्य. धन्यवादः. धन्यवादः. शुभरात्रि. शुभरात्रि.